गतवर्गे उकारान्तधातूनां कृते अदादिगणे कार्यं कथं भवति इति अस्माभिः पठितम्। तत्र यु नु इति सामान्य उकारान्तधातवः ये सन्ति तेषां कृते नूतनं कार्यम् अस्ति उतोर्वृद्धिर्लुकिहलि। तत्र किमस्ति उतोर्वृद्धिर्लुकिहलि मध्ये? हलादि टित् प्रत्ययः परे अस्ति चेत् उकारान्त क्षम्यताम् उकारान्तधातुः अस्ति, तस्य अनन्तरं लुक् अस्ति, तस्य अनन्तरं हलादि पित् प्रत्ययः अस्ति चेत् किं भवति? गुणः न भवति, अपि तु वृद्धिः भवति। तयु योगः ति अस्ति, तत्र उकारान्तः अस्ति, तदनन्तरं शपः लुक् भवति, तदनन्तरं ति हलादि पित् प्रत्ययः अस्ति, अतः उकारस्य गुणं न कृत्वा किं करणीयं? वृद्धि यौति इति भवति, परन्तु केवल हलादि पित् प्रत्ययानां कृते। अन्यत्र तु सामान्यकार्यम् इव भवति, यथा हलादि अपित् अस्ति, हलादि क्षम्यताम् अजादि पित् अस्ति चेत् गुणः करणीयः, हलादि अपित् अस्ति चेत् किमपि न करणीयः, केवलं वर्णमेलनम्। अजादि अपित् अस्ति चेत् अचिष्णुधातु भ्रुवां युवो यम् उवङ्गौ इति सूत्रेण उवं करणीयम् इति सर्वमस्ति, तत्तु यु कृते अस्ति। तदनन्तरम् अस्माभिः किं पठितम्? ऊर्णुधातु तस्य पुनः अपवादः भवति। ऊर्णु मध्ये एकमस्ति ऊर्णोतेर्विभाषा, उतोर्वृद्धिर्लुकिहलि तस्य अनन्तरमेव अस्ति ऊर्णोतेर्विभाषा, नाम ऊर्णोति नाम ऊर्णु कृते या वृद्धिः अस्ति, सः वृद्धिः विकल्पेन भवति, नाम एकस्मिन् पक्षे वृद्धिः भवति, एकस्मिन् पक्षे गुणः भवति, तत्र किमपि नास्ति, वृद्धिः अपि भवति गुणः अपि भवति। तस्यापि अपवादः अस्ति गुणः अपृक्ते। अपृक्तम् इत्युक्ते अस्माभिः पठितं किमस्ति? अपृक्तम् इत्युक्ते यत्र प्रत्यये एक एव अल्वर्णः अस्ति, यथा लङ्लकारे प्रथमपुरुषे एकवचन स्त, लङ्लकारे मध्यमपुरुषे एकवचन स, एक एव अल्वर्णः अस्ति, अतः तस्य नाम संज्ञाकरणमस्ति अल् क्षम्यताम् अपृक्त इति अस्ति। तर्हि अपृक्त अस्ति चेत् ऊर्णति कृते ऊर्णधातु कृते केवलं गुणः भवति, न तु वृद्धिः। तर्हि उतोर्वृद्धि लुकिहलि इति सामान्यसूत्रमस्ति, उकारान्तधातुरनन्तरं लुक्, तदनन्तरं हलादि पित् प्रत्ययः अस्ति चेत्। तस्यापि अपवादः अस्ति ऊर्णोतेर्विभाषा, नाम ऊर्णधातु कृते यः वृद्धिः अस्ति सः वृद्धिः विकल्पेन भवति, तस्यापि पुनः अपवादः अस्ति, परन्तु एक अपृक्तप्रत्ययः अस्ति चेत् केवलं गुणः भवति, वृद्धिः न भवति इति वार्ता अस्ति। इति सर्वमस्ति। तदनन्तरम् अस्माकम् इदानीम् अभ्यासः भवति ऊर्णुकृते इदानीम् अभ्यासः करणीयः, प्रत्येकस्मिन् लकारे, प्रत्येकस्मिन् वचने किं भवति इति अस्माभिः करणीयम्। तर्हि गृहपाठरूपेण अहं वदं यत् करोतु, इदानीं तस्य एकवारम् अभ्यासं कुर्मः। अस्तु, तर्हि ऊर्णुधातु यदस्ति, ऊर्णुधातु तत्र तस्य औपदेशिकरूपमस्ति ऊर्णूय, तत्र ण्यकारस्य इति संज्ञा भवति, नित् अस्ति अतः उभयपदी भवति, आत्मनेपदे अपि अस्ति, परस्मैपदी अपि अस्ति। इदानीं प्रत्येकस्मिन् पदे वयं पश्यामः। निमीत्या महोदय, प्रथमं तु ऊर्णुधातु परस्मैपदी लट् लकारः, करोतु। ऊर्णोते विभाषा इति सूत्रेण विकल्पेन वृद्धिः भवति, अथवा गुणः सार्वधातुकार्थ इति सूत्रेण गुणः भवति। सो ऊर्णोति ऊर्णोति अथवा ऊर्णौति, ऊर्णुतः वर्णमेलनमेव ऊर्णुतः, ऊर्णु अन्ति अत्र अपित्वात् गुणनिषेधः अचिष्णुधातु ब्रुवां यो यम् ऊणौ इति सूत्रेण उवङ् भवति. ऊर्ण उ अन्ति ऊर्ण उ अव् अव् भवति ऊर्णुवन्ति इति अन्तिमरूपम्. ऊर्णु सि हलादि पित् तस्मात् ऊर्णोते विभाषा इति सूत्रेण वृद्धि भवति विकल्पेन. सो ऊर्णौ सि ऊर्णौ ऊर्णोसि आदेशप्रत्ययोः षत्वं भवति ऊर्णौषि अऊर्णोषि. ऊर्णु सितः ऊर्णुतः ऊर्णुतः वर्णमेलनेव ऊर्णुतः ऊर्णुत ऊर्णूमि ऊर्णोतेर्विभाषा समान सूत्रेण ऊर्णौमि अथवा ऊर्णूमि ऊर्णुवः ऊर्णुमः वर्णमेलनेव. सम्यक्, बहु सम्यक्, अतिसुन्दरं. तर्हि तत्र किमपि एकमेव नूतनं कार्यमस्ति, हलादिपित् प्रत्यय अस्ति चेत् विकल्पेन गुणः विकल्पेन विधि तदेव अस्ति. अस्तु, अनन्तरं रघुपतिमहोदय परस्मैपदी लोट् लोट् अस्ति वा रघुपति अस्ति वा रघुपतिमहोदय श्रूयते वा? आम्. अस्तु, प्रत्ययस्य तु तात् अथवा ताम् अन्तु हि तात् तं त आनि आव आम. अत्र तु इति अस्ति ऊर्णुयोग तु अस्ति, तत्र ऊर्णुतेर्विभाषा इत्यनेन तत्र सारि गुणः भवति, वृद्धिः अपि भवति. ऊर्णौ तु एकमस्ति, ऊर्णौ तु अपि च ऊर्णोतु इति रूपं विकल्पे ऊर्णोतु. अदे तात् इति प्रत्ययः अस्ति, तत्तु अपित् अस्ति, अतः अपित् अस्ति, अतः ऊर्णुतात् एव अस्ति. अधुना ऊर्णुयोग तां किमपि नास्ति, ऊर्णुताम् इति भवति. ऊर्णुयोग अन्तु अत्र अचिष्णुधातु ब्रुवाङ् इयङ् उवङ्गौ इत्यनेन उवङ्गादेशः ऊर्णु ऊर्णुवन्तु इति ऊर्णुवन्तु इति भवति. ऊर्णुवन्तु ऊर्णुवन्तु इति भवति. अपि हि इति ऊर्णुयोग हि अपित् अस्ति, तात् अपि अपित् अस्ति, अतः ऊर्णु हि अपि ऊर्णुतात् इति. तम् इति अपित् अस्ति, किमपि कार्यं नास्ति, ऊर्णुतम् ऊर्णुता. इदानीम् ऊर्णुयोग आनि अत्र आनि आव आम एतानि आडोत्तमस्य पि चैतन्येन तत्र पित् पित्त्वम् आरोपितमस्ति, अतः आनि आव आम इति पित् प्रत्ययः प्रत्यये सर्वे सर्वे किमस्ति अजादि भवति इदानीम् आडगमने, अतः तत्र केवलं तत्र गुणः एव भवितुमस्ति. ऊर्णो योग आनि इदानीम् ऊर्ण इत्यस्य गुणः ऊर्णो, इदानीम् ऊर्णो इत्यस्य अवादेशः ऊर्ण ऊर्ण ऊर्णवाणि ऊर्णवाणि ऊर्णवाव ऊर्णवा ऊर्ण ऊर्ण ऊर्णवाम इति भवति. ऊर्णवाणि ऊर्णवाव ऊर्णवाम. सम्यक्, ऊर्णवाम. अग्रे अरुणमहोदय. अरुणमहोदय लङ्लकार ओके लङ्लकार अडादादीनाम् इति आडागम आगच्छति. ऊर्ण अजन्तदातु अस्ति. अजादि अडाजादीनाम् इति सूत्रेण आट् आगम आगच्छति. आट् युगः ऊर्ण ऊर्णु युगः प्रत्यय लङ्लकार प्रत्ययः त् ताम् अन् स तं त अम् वाम तकार इति अपृक्तवर्णः अस्ति. पित् अस्ति. वृद्धिः भवति महोदय. अपृक्तः अस्ति चेत् अप्रिक् अस्ति चेत् केन सूत्रेण कार्यं भवति? गुणप्रिक्ते गुण एव गुण एव भवति. तर्हि पश्यतु गुण अपृक्ते इति सूत्रम् इति नास्ति. तर्हि ऊर्णोते विभाषा इति सूत्रेण त इति हलन् हलादि अपि प्रत्यय अस्ति, अतः गुणः अपि भवति वृद्धिः अपि भवति. परन्तु तं प्रबाध्य तत् तत् सूत्रं प्रबाध्य ऊर्ण तत्र अग्रेयसूत्रमस्ति. किं सूत्रमस्ति? गुणे पृक्ते गुणः पृक्ते येन सूत्रेण केवलं गुणः भवति अपृक्त अस्ति चेत्. अतः अत्र केवलम् अत्र तकारः अपृक्त अस्ति, एकः एव अल् वर्णः. आं महोदय. अतः किं करोतु, किं करणीयं वदतु. न भवति ऊर्णो भवति ऊर्णोत् ऊर्णोत् पूर्वम् आ अस्ति आयोगः आद्गुणः येन ऊर्णुत आटगमः अस्ति खलु, आट् अस्ति चेत् वृद्धि वृद्धि भवति आटश्च. अथवा अथवा किं रूपं भवति? और्णोत् और्णोत् और्णोत् और्णोत् भवति. तदनन्तरं ताम् अस्ति अत्र, ताम् अपि तस्ति गुणकार्यं नास्ति. आडागम् अस्ति चेत् और्णु और्णुताम् और्णु योगः अन् अत्र अचिष्णुधातु ब्रुवां चेतन युवाङ्ग आदेशः भवति और्णुवन् इति रूपं भवति. और्णु और्णु योगः सकार अत्रापि पित् अस्ति हल् अस्ति बुद्धि भवति अतः ऊर्ण भवति ऊर्णोत् ऊर्णो भवति ऊर्णोस् असजशोरुः इति चेतेन करवसानि विसर्गः भवति ऊर्णोः ऊर्णुताम् ऊर्णुतम् ऊर्णुताम् उत्तम पुरुषे ऊर्णु ऊर्णु अम् अम् इति जातिप्रत्यय अपित् अस्ति ततः पित् अस्ति पित् अस्ति यचोया भवतु गुण भवति यचोया गुणः केन सूत्रेण भवति? सूत्रेण अवादयवायावसूत्रेण गुणः भवति. गुण नास्ति पृच्छामि, केवलं यचोयावयवसूत्रं कार्यं करोति. गुणः भवति न वा? प्रथमं गुणः भवति भगवन् महोदय और्णो अस्ति. तदनन्तरं केन सूत्रेण भवति? हलो हलो इको यणचि इति सूत्रेण गुणः भवति. सार्वधातुक आर्धधातुकयोः सार्धातुकयोः गुणस्य सामान्यसूत्रमस्ति खलु सार्वधातुक आर्धातुकयोः. न आगतवती गुण ऊर्णोन्नुवम् इति रूपमस्ति. ऊर्णोन्नुव ऊर्णोन्नम उम ऊर्णो ऊर्णोन्नु पुनः वदतु. ऊर्णो योगः अम् पुनः वदतु. ऊर्णो योग अम् सार्वधातुक आर्धधातुकयोः सूत्रेण गुणः भवति. आर्णो योगः अम् यचोयावयः सूत्रेण ओर्णवम् ओर्णवं भवति. ओर्णुव ओर्णुम इति अन्यरूपं. सम्यक् अस्तु, इदानीम् अग्रे करोतु. सम्यक् सुमन् महोदय इदिलिङ्ग् महोदय. और्णयोगः लङ्लकारे इत् हलादि पित् अस्ति और्णु युक्त किमर्थं गुणो अपृत् इति कारणे गुणो गुणो गुणो अपृत्ते इति सूत्रेण गुण भवति अत्र सार्वधातुकार्थकयोः सूत्रमपि गुण भवितुं शक्यं तर्हि किम् किमर्थं सार्वधातुकार्थकयोः अस्ति भवती वदतु उत्तरं सूत्रं किं सूत्रम् असार्वधातुक आर्धधातुकयोः भवत्याः प्रश्नमहम् अवगच्छामि किमर्थं गुणः प्रिक्ते इति सूत्रेणैव कार्यं भवति केवलं गुणः भवति मत्तु वृत्तिः एकाल् प्रत्ययः इति अस्ति तद् एक सार्वधातुकार्थकयोः एकादपि अनेकादपि न अवश्यं नास्ति अहं न जानामि किमर्थं सार्वधातुकार्थक तत्र प्रसक्तिः नास्ति इति प्रसक्तिः अस्ति परन्तु कार्यं गुणः प्रिक्ते इति सूत्रेणैव भवति भवती जानाति किमर्थं सूत्रस्य अनुवृत्तिसहितसूत्रं किमस्ति अपृक्त केवलं गुणः भवति मस्तु कोऽपि जानाति किमर्थम् ऊर्णोतेर् इति ऊर्णोतेः ऊर्णोति जातुः एव ऊर्णोतेः अङ्गस्य गुणः हलिप् इति अपृक्ते सार्वधातुके अपृक्ते गुण अपृक्ते इति सूत्रम् ऊर्णोति धातु केवलं भविष्यति वा तस्मादेव कारणेन प्रतिपदोक्तम् ओके अपि च परसूत्रमपि अस्ति सर्वमस्ति आम् तर्हि ऊर्णुधातुः अस्ति ऊर्णु कृते कार्याणि कानि भवन्ति इति अस्ति चेत् सर्वप्रथमं गुणप्रिक्ते इति आगच्छति यतोहि तत्र साक्षात् लिखितमस्ति ऊर्णु कृते अतः झटिति आगच्छति मनसि अतः तेन धन्यवादः अस्तु सुमन् महोदय करोति वा इदानीं बहुदिनानन्तरम् आगच्छति नमस्ते महोदय आम् सत्यम् प्रायः मासत्रयम् अभवत् अद्य प्रायः शृणोमि एव अनन्तरं किञ्चित् केच् अप् कृत्वा वदामि परन्तु इदानीं विधिलिङ्ग् करोतु अद्य अपि च प्रायः अग्रिमसप्ताहे शृणोमि एव भवतु अहं जानामि परन्तु विधिलिङ्ग् कृते कार्यं नास्ति अतः प्रयत्नं करोतु ऊर्णु योगः विधिलिङ्ग् प्रत्यय विधिलिङ्ग् प्रत्यय जानाति भवती आं जानामि किञ्चित् अस्ति अस्मि अस्तु प्रयत्नं करोमि सम्यक् वक्तुं शक्नोमि वा न जानामि प्रयत्नं करोमि धातु अस्ति ऊर्णु खलु अस्तु इदानीं तु विधिलिङ्ग् परस्मैपदी धातु अस्तु अत्र विधिलिङ्ग् प्रत्यये सर्वे हलादि सन्ति अपि च अपित् सन्ति अतः प्रायः वर्णमेलनम् एव सो ऊर्णु योग यात् ऊर्णु यात् भवति अस्तु ऊर्णु यात् ऊर्णु याताम् ऊर्णु युः ऊर्णु याः ऊर्णु यातं क्षम्यताम् ऊर्नुयात् ऊर्नुयाम् ऊर्नुयाव ऊर्नुयाम बहु सम्यक् केवलं वर्णमेलनमस्ति आम् अस्तु शृणोतु अग्रे अग्रे विधि महोदय उभय अत्र आत्मनेपदि लट् आत्मनेपदि ते इते अन्ते ते आते ते आते ते आते द्वे ये वहे महे ऊर्णु योगः ते जाति हलादौ पित् सार्वधातुके ऊर्णे ऊर्णोते विभाषा इति सूत्रेण महोदय ते प्रत्ययः पित् अस्ति वा पित् अस्ति वा अतः कदादौ एतत् सूत्रं कार्यं न करोति वर्णमेलनमेव ऊर्णुते ऊर्णुते तदनन्तरं ऊर्णुयोगः आत्ते ऊर्णुयोगः आत्ते उकार ऊर्णुयोगः आत्ते अत्रापि इको एणचि इति ऊर्णुवाते को एणचि आं भवति अचिष्णु ध्रुवो योर्वङ् वङ् इति सूत्रेण ऊर्णुवाते तदनन्तरं अते तत्रापि एतत् सूत्रम् एव कार्यं ऊर्णुवते तदनन्तरं ऊर्णु षे इति ऊर्णुषे आदेशप्रत्ययः इति कारणेन सकारशकारं भवति ऊर्णुवाते तत्रापि अचिष्णु धातु ब्रुवायोर्वङ्ग इति सूत्रेण ऊर्णुवाते ऊर्णुद्वे वर्णमेलनम् एव ऊर्णु ये ऊर्णुयोगः ये पुनः अचिष्णु एकारम् अचिष्णु ब्रु तत् सूत्रम् एव कार्यं करोति महोदय ऊर्णु उकारम् एकार अत्र ऊर्णुवे इति रूपं भवति किल इको एनचि इति अहं मन्ये इको एनचि कथम् आगच्छति महोदय अचिष्णु भवती वदति खलु हो साधु एव वा तदनन्तरमेव अर्णु ऊर्णुमहे ऊर्णुमहे अपि अचिष्णु दातृभ्रुवां युवर्वङ्गवङ्ग इति सूत्रेण किम् ऊर्णुमहे ऊर्णुमहे ऊर्णुमहे ऊर्णुमहे केन सूत्रेण भवति किमपि नास्ति खलु तत्र तु वर्णमेलनमस्ति महे महे आं वर्णमेलनमिति ऊर्णु महे ऊर्णुमहे उर्णुयोगः ए मध्ये अचिष्णु धातु ब्रुवाम् इति अजादिप्रत्ययः अस्ति अपित् अस्ति अतः उवङ्गादेशः भवति ऊर्णुवे वहेमहे मध्ये केवलं वर्णमेलनम् ऊर्णुवहे ऊर्णमहे तर्हि ऊर्णुते ऊर्णुवाते ऊर्णुवते ऊर्णुषे ऊर्णुवाथे ऊर्णुध्वे ऊर्णुवे ऊर्णुवहे ऊर्णुमहे किमपि नूतनं नास्ति अत्र अस्तु अग्रे मल्लर् महोदय लोड् आं महोदय ऊर्णुयोगः ताम् ऊर्णुताम् ऊर्णुयोगः आताम् अत्र अचिष्णुधातु ब्रुवाङ् योर्यङ् इवङ्गौ इति सूत्रेण उवङ्गादेशः ऊर्णुवाताम् ऊर्णुयोगः अताम् ऊर्णुवताम् अनन्तरम् ऊर्णुयोगः श्व ऊर्णुष्व आदेशप्रत्ययोः इति अनन्तरम् ऊर्णुयोगः आताम् ऊर्णुवाताम् वाताम् ऊर्णुयोगः द्वम् ऊर्णुद्वम् ऊर्णुयोगः ऐ पित् अस्ति अतः गुण भवति ऊर्णोयोगः ऐ ऊर्णवै ऊर्णुयोगः आवहै ऊर्णवावहै ऊर्णमामहै सम्यक् विजयमहोदय लङ्लकार आत्मनेपदी विजयमहोदय अस्ति वा हा तत्र पास्वर्ड् इच्छति अतः एव किञ्चित् समयः आसीत् वदतु जि लङ्लकार करोतु आत्मनेपदी ऊर्णु लङ्लकार तत्र परस्मैपदं वा जि आत्मनेपदी आत्मनेपदम् एकनिमिषं तत्र आत्मनेपदं लङ्लकारः तत्र अदन्तम् अनदन्तं खलु तत्र अनदन्तम् अतः तत्र लङ्लकारः ता आताम् अत ताः आतां द्वम् ई वहि महि इति अस्ति तत्र प्रथमं मया गृहपाठं न कृतं जि आवश्यकता नास्ति तत्र उ इति अस्ति अनन्तरं लङ्लकारमध्ये अकारः आगच्छति अतः औ इति पदं तत्र अस्ति खलु और्णु और्णु अनन्तरं ता योजनेन और्णुता और्णुता इति समीचीनं वा आम् अस्तु अनन्तरम् आताम् इति अस्ति तादृशमेव अकार उकारमेलनेन और्णु इति अस्ति अनन्तरं आताम् इति योजनेन तत्र अचिष्णुद्वम् इति कार्यं करोति खलु अतः एव तत्र वकारः आगच्छति अर्णुवाताम् इति अनन्तरम् अर्णुवत् तादृशमेव तत्र अत योजनेन अत्रापि अचिष्णु ब्रो युवर् युवङ् इति कार्यं करोति अर्णुवत इति अस्ति अनन्तरम् अर्णु इति अस्ति ताः मेलनेन अर्णुताः इति अस्ति अनन्तरम् आताम् इति अस्ति तादृशमेव कार्यं करोति अर्णु इति अस्ति अचिष्णु इति बृहत् सूत्रेण अर्णुवाताम् इति अस्ति अनन्तरं द्वं मेलनेन अर्णुद्वम् इति अस्ति अनन्तरम् इकारः अस्ति तत्र इकारः अस्ति चेत् तत्र और्णु इति अस्ति अनन्तरं तत्र मेलनमस्ति अर्ण अर्ण वि इति अस्ति तत्र अर्ण अर्ण इति तत्र और्ण और्ण तत्र आकारः अस्ति चेत् भवती किं करोति यथा आताम् आथां मध्ये अचिष्णु ब्रो इवो रिव एतत् कार्यं न करोति अत्रापि अस्ति खलु अजादि एव अस्ति खलु इ अजादि प्रतिम् अस्ति अतः तत्र अर्णवि इति अस्ति और्नुवि अस्तु और्नु नास्ति खलु अत्र और्नु अस्ति वा अचिष्टधातु ब्रुवां सूत्रेण उवङ् आदेशः भवति खलु अतः उवङ् आदेशः भवति अतः वकारः इकारमेलनेन और्नवि और्नवि अस्तु और्नवि सम्यक् अनन्तरं मम समीपे यथा आतामाथां मध्ये अचिष्णु इति सूत्रेण उवङ् भवति तथैव अत्र अत्रापि यदा प्रत्ययः अस्ति तत्रापि अजादिप्रत्ययः अस्ति खलु अत्रापि उवङ् आदेशः भवति अजादि अपि और्नुवि अस्तु परन्तु मया अस्तु अनन्तरम् और्नु वहि वहि महि मेलनेन अर्नु और्नु वहि और्नु महि इति अस्ति सम्यक् तथैव अस्तु इदानीं निहिलिङ्गलकारः अहमेव करोमि अत्र किमपि नास्ति सर्वत्र अजादि अपि तस्ति अतः अचिष्णुधातुभ्रुवाम् इति सूत्रेण उवङ्गादेशः भवति और्णुवीट् और्णुवीयाताम् और्णुवीरन् और्णुवीथाः और्णुवीयाथाम् और्णुवीध्वम् और्णुवीय और्णुवीवहि और्णुवीमहि तर्हि अवगच्छन्ति वा और्णु कृते रूपाणि कथं भवन्ति महोदय क्षम्यताम् ऊर्णु और्णु नास्ति तत्र सर्वत्र वर्णमेलनमेव अचिष्णु अचिष्णु ब्रुवो युवर् एतत् कार्यं करोति तस्मात् एव भवति ऊर्णुवीत् ऊर्णुवीयाताम् ऊर्णुवीरन् ऊर्णुवीथाः ऊर्णुवीयाथाम् ऊर्णुवीध्वम् ऊर्णुवीय ऊर्णुवीवति ऊर्णुवीव केवलम् अचिष्णु इति सूत्रेण उभङ्गादेशनन्तरं वर्णमेव अस्तु तर्हि इदानीम् ऊर्णु कृते प्रश्नः नास्ति चेत् अग्रे गच्छामः प्रश्नः अस्ति तत्र पृच्छतु इदानीम् अस्माकं सामान्य उकारान्त धातवः ये सन्ति नवधातवः सन्ति कु तुक्षु क्ष्णु णु द्यु यु ष्णु ष्णु हुनु नु ते भवन्ति तदनन्तरं विशेषधातुः अस्ति ऊर्णु तदपि भवति इदानीम् अग्रे अस्ति पुनः विशेषधातवः सन्ति रु रुधातु अस्ति रुधातु रु शब्दे नाम शब्दे इति शब्दकरणं नाय्स् आवाज् नाय्स् साउंड ये रु शब्दे इति धातुः अस्ति मीना महोदय पठतु रु शब्दे इति धातुः तरुस्तु संयमः तुरुस्तु संयमः सार्वधातुके तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादि सार्वधातुक तिङ् प्रत्ययस्य विकल्पेन ईड् आगमः भवति प्रत्ययः पित्वा अपित्वा हलादि अस्ति चेत् ईड् आगमस्य विकल्पः एकवारम् अग्रे अधोभागे गत्वा सूत्रं पठतु किं सूत्रं तुरुष्टु संयमः सार्वधातुके अधोभागे विवरणमस्ति तुरुष्टु संयमः सार्वधातुके तुरु तुरु स्तु शम् अम् एभ्यः धातुभ्यः हलादि सार्वधातुक सार्वधातुकतिङ् प्रत्ययस्य विकल्पेन ईद् आगमो भवति स्तुश्च रुश्च स्तुश्च शनिश्च आं च तेषां समाहारद्वन्द्वः तुरुस्तु संयम् तस्मात् तुरुस्तु संयमः तुरुस्तु संयमः पञ्चम्यन्तं सारजातके सप्तम्यन्तं द्विपदमिदं सूत्रम् उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः तिङि इत्यस्मात् तिङि इत्यस्य अनुवृत्तिः भुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः यङो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तुरुस्तु संयमः अङ्गात् ईद् वा हलि सार्वजातके तिङि महोदय अहं न जानामि तुरुस्तु संयम् एतेभ्यः धातुभ्यः अङ्गात् ईद् आगमः विकल्पेन ईद् आगमः हलि तिङि सार्वधातुके तर्हि तु रु स्तु शम् अम् पञ्चभ्यः धातुभ्यः सन्ति तेभ्यः पञ्चमी विभक्तिः अस्ति खलु तेभ्यः यदि हलादि सार्वधातुकतिङ्प्रत्ययः अस्ति हलादि सार्वधातुकतिङ्प्रत्ययः अस्ति तर्हि ईदागमः भवति विकल्पेन कुत्र भवति ईटागमः धातोः आगमः भवति वा प्रत्ययस्य आगमः भवति प्रत्ययस्य ईटागमः भवति प्रत्ययात् पूर्वं भवति वा अनन्तरं भवति अनन्तरं भवति सूत्रस्य सूत्रं विस्मृतम् आवश्यकता नास्ति यतोहि अत्र किमस्ति तुरुस्तु संयमः अङ्गात् इति पञ्चमी अस्ति हलादि सर्वधातुके तिङि इति सप्तमी अस्ति अतः तुरुस्तु शम् इति धातोः अनन्तरं हलि सर्वधातुके तिङि इति प्रत्ययात् पूर्वम् अतः एव ईड् भवति तस्य वस्तुतः आगन्तु तस्य आवश्यकता नास्ति तर्हि अत्र विकल्पेन प्रत्ययस्य रूपद्वयं भवति एकस्मिन् पक्षे तु सामान्यरूपमस्ति तीतः अन्ति एकस्मिन् पक्षे तु ईरागमः भवति कुत्र भवति प्रत्येकप्रत्ययस्य कृते न भवति केवलं हलादिप्रत्ययस्य कृते ईडागमः भवति ईडागमः तर्हि एकस्मिन् पक्षे ईट् भवति ई दीर्घ इकारः नाम प्रथमपुरुष एकवचनम् अस्ति खलु पि तर्हि एकस्मिन् पक्षे भवति पि अन्यस्मिन् पक्षे भवति इपि तर्हि प्रत्ययस्य अत्र अस्ति तर्हि इदानीं कार्यं प्रत्ययस्य भवति प्रत्ययस्य रूपद्वयं भवति धातु कृते किमपि कार्यं नास्ति प्रत्ययस्य कृते कार्यमस्ति तर्हि रूपद्वयं भवति एकस्मिन् पक्षे इकारः भवति एकस्मिन् पक्षे इकारः न भवति अस्तु अग्रे रघुपति महोदय उपरि गत्वा पुनः पठतु ईडागमः नास्ति चेत् एकवारं महोदय तत्र कुत्र अस्ति अस्तु ईडागमः नास्ति चेत् श्रूयते वा ईडागमः नास्ति चेत् तर्हि यु धातुरिव रूपाणि भवन्ति अस्तु रुयोगति इति अस्ति अत्र रौति इति भवति उतो वृद्धि रुकि हलि इत्यनेन रौति इति अत्र वृद्धिः भवति रौति इति ऋतः इति अस्ति तत्र हपित् अस्ति ऋतः रुयोग अन्ति अचिष्टं दातु भ्रुवन्त्येन उवङ्गादेशः रुवन्ति इति इडागमः भवति चेत् इति इदानीं रुयोगति इति अस्ति रुयोग इदानीम् ईटागमः भवति प्रत्ययस्य इदानीं रुयोग ईति इति भवति रुयोग इति अस्ति हलादि पित् अस्ति अतः उतोवृद्धि हलि इत्यनेन वृद्धिः भवति स्म अधुना प्रत्ययः ईति इति जातः अतः अस्मिन् तिपः पित्वं तु अस्ति एव परन्तु अजादि जातः अतः ईति इति पदे तत्र ईति ईति अजादिपित् अस्ति, तर्हि अजादिपित् सामान्यकार्यं भवति अत्र. अतः रुयोग ईति सार्वत्कारेण गुणः रोयोग ईति. इदानीं तत्र अयादिसन्धिः अवादेशः रवीति इति भवति. तथैव अत्र अग्रे रुयोग तः इति अस्ति, ईडागमः इति अस्ति, तत्र तुरुस्तुशं तुरुस्तुशम्यमः सार्वत्के इति अतेन हलादिसार्वत्के तिङ्प्रत्ययस्य अस्ति, अतः तत्रापि ईटागमः भवति महति. अतः रुयोग ईट् इति अस्ति, रुयोग ईट् योगतः रुयोग इतः ईतः. अत्र अत्रापि आचिष्टदातुप्रवृत्तस्य अप्रसक्तिः रुवीतः. अग्रे प्रत्ययः अजादि अस्ति चेत् ईडागमः न भवति. किमर्थं तत्र हलि हलादि सार्वत्क तिङ्प्रत्ययस्य एव भवति, तुरुस्तुशम्यम् ईटागमः, अतः न भवति. अतः रुयोग अन्ति अत्र सामान्यकार्यमस्ति रुवन्ति. रुयोग आनि अत्र रुयोग आनि अस्ति, तत्र गुणः सार्वकालिकेन गुणः भवति लोटि. इदानीं रो योग आनि अवादेशः एचोयावा इत्यनेन अवादेशः रवाणि इति भवति. अत्र णत्वं भवति रकारस्य, अत्र रकार अस्ति अतः भवति. तत्र आट्कुप्वाङ्गमव्याय अपि इत्यनेन भवति. अग्रे तर्हि सारांशः अत्र यत् तु रु स्तु शम् अम् एतेषां धातूनां रूपाणि द्विविधाः भवन्ति. ईडागमः अस्ति चेत् अस्ति चेत् अपि च ईडागमः नास्ति चेत्. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमान् आधारेण रूपचिन्तनं करोतु इति अस्ति. अस्तु, तर्हि एकं नूतनं कार्यमस्ति, परन्तु प्रत्ययानां कृते अस्ति. येन प्रत्ययस्य हलादि हलादिप्रत्ययः अस्ति चेत् तस्य ईडागमः भवति विकल्पेन. तर्हि तु कृते, रु कृते, स्तु कृते, तु रु स्तु. तर्हि रु धातुः अस्ति चेत् अथवा तु धातुः अस्ति चेत् अथवा स्तु अस्ति चेत् तत्र भवति तु रुस्तु रुस्तु. अस्तु, तर्हि इदानीं रूपाणि कुर्मः. महोदय एकः प्रश्नः अस्ति, वृद्धि कदा भवति, कथं भवति? वृद्धि अत्र उतोर्वृद्धि लुकि हलि इति सूत्रमस्ति. तत् सूत्रम् अदादिक तत्र सूत्रं किं वदति, उकारान् धातुः अस्ति, तस्य अनन्तरं यदि लुक् भवति, तस्य अनन्तरं यदि हलादिपित् प्रत्ययः अस्ति, तर्हि उकारस्य वृद्धिः हलादि अपि पित् हलादिपित् लुक् हलादिपित् निमित्तत्रयमस्ति. अस्तु अस्तु, इत्युक्ते इदानीं तु तिप् अस्ति चेत् भवति, किन्तु तत्र गुणप्रभाद्य वृद्धिः भवति. अस्तु, धन्यवादः. अस्तु, इदानीं रूपाणि कुर्मः. तत्र अरुणा महोदय रु तस्य रु रु मा करोतु, अस्तु रु कृते परस्मैपदी लट् करोतु अरुणः. किं दातु भवान् रु नट्लकार रुयोगः अस्ति, ईडागम अस्ति, तु तु रुस्तु साम्याः सार्वधातुके विकल्प हलादि सार्वधातुकप्रत्ययपदे विकल्पेन ईट् आगमः भवति, ततः इट् इट् पक्षे रुयोगः अस्ति, रुयोगः इट् योग अस्ति एकवारम् एकपक्ष करोतु तदनन्तरम् अनन्तरं पक्षं करोतु हेमिल्टेनियस्लि मा करोतु एट् पक्षे पदमं महोदय एट् अस्ति रु योग एट् योग अस्ति ए अस्ति चेत् हलादि अपित् अस्ति अतो उतो वृद्धि लुकि हलि इत्यनेन वृद्धि भवति वृद्धि भवति ईट् पक्षे करोति वा ईट् न पक्षे ईट् पक्ष एव ईट् ईट् पक्षमस्ति चेत् प्रत्ययः किं भवति कः भवति रुयोगः ईट् अजादि अजादि अजादिप्रत्ययः अजादिप्रत्ययः अस्ति चेत् वृद्धि भवति वा न उतो वृद्धिर्लुकि हलि अस्ति खलु हलि हलि ओके सो केवलं स्वरदातकादधातुकयोः गुणा भवति रो यो इति तदनन्तरं यजो यावयव इत्यनेन आगच्छति रो रवि इति रूपमस्ति इदागम नास्ति चेत् केवलं रु योगः अस्ति ति इति हलादि पित् अस्ति सो वृद्धिः भवति रौति इति रूपं भवति रौति रवीति रवि रुयोगः अतः इट् पक्षे इट् पक्षे रुयोगः अतः अजादि अपित् अस्ति तथैव केवलं गुणः भवति अजादि अपित् अस्ति गुणः भवति वा अपित् अस्ति खलु ओ अजाद्य जिष्णुधातु ब्रुवां युवो युवाङ्गोत्सुदन अवङ्ग आदेशः भवति वीतः इति रूपं भवति इडागमः नास्ति चेत् रुयोगः सः हलादि अपित् अस्ति केवलं वर्णमेलनम् ऋतः अजादि अस्ति चेत् ईट् आगमः कथं भवति अत्र तः प्रत्ययः अस्ति खलु सः प्रत्ययः फलादि अस्ति अतः तस्य अजादि क्षम्यताम् अजादि इति अचिष्णु ब्रुवां कृतवती खलु न प्रत्ययः फलादि अस्ति तस्य इरागमः भवति तदनन्तरम् अजादि भवति खलु प्रत्यये हलादि अस्ति चेत् ईडागमः भवति आं सत्यं तदेव अस्ति अत्र तः इति द्विवचने तः प्रत्यये हलादि अस्ति खलु ओ अस्तु अस्तु क्षम्यतां तर्हि ऋतः ऋवित अग्रे अन्ति परस्मैपदी कर आत्मनेपदी करोति इति क्षम्यतां मम दोषः अन्ति इति अजादिप्रत्यये अस्ति गुण भवति न गुण न अचष्टि धातु भुवाम् इति श्रुत्य न उवङ्ग आदेशः भवति स्रवन्ति इति रूपं भवति पुनः वदतु द्रुयोगः अन्ति अत्र रूपं रूपं वदतु स्रवन्ति सत्यं करोति अचिष्णुसूत्रेण किं रूपं भवति आगच्छति महोदय अतः रूपं भवति किं रुवा ब्रह्मपतिमहोदय सहायं करोति इदानीमेव आदेशः भवति अतः रूपं किं भवति रुवा भवति अतः रूपमस्ति रुवन्ति रुवन्ति यत्र ईटागमः भवति वा? अजातिप्रत्यय अस्ति ततः इरागम ईटागम न आगच्छति महोदय. अग्रे मध्योगः अस्ति ततः अनादिचित् अस्ति ईटागम आगच्छति प्रथमम् ईट् पक्षे करोमि ईट् प्लस् अजादि अपि अस्ति ततः गुणः भवति अचिष्टदातु ब्रुवाङ्गो इति सूत्रेण आगति द्विषि भवति. महोदय एकनिमिष अचिष्णु किमर्थं भवति? पित् अस्ति खलु? बट् इदागम ईट् अस्ति महोदय तदपि अजादि अस्ति न अपि पित् अस्ति खलु? अजादि पित् अस्ति अतः किं भवति? गुणं भवति केन सूत्रेण? प्रत्ययः पित् अस्ति चेत् अजादि वा हलादि वा गुणः तु भवति खलु? आं महोदय. तर्हि अचिष्णुकार्यं न करोति. सावधातुकार्धातुकयोः इति सूत्रेण गुणः भूत्वा रवीषि. अन्यस्मिन् पक्षे किं भवति? इदागम नास्ति केवलं पित् अस्ति अलादिपित् वृद्धि भवति रौ भवति रौः महोदय वृद्धि भवति यथा रूपं किं भवति? रौ अस्ति रौहि रौषि रौषि ओ या रौषि ओके तस् तस् हलादि अपि अस्ति इदागम आगच्छति महोदय. योगः ईट् योगः तस् गुणः भवति सार्वधातुकान्तर्धातुकयोः. प्रत्ययः पित् अस्ति वा किं महोदय? न श्रुणो. प्रत्ययः पित् अस्ति वा? अपित् महोदय. गुणः पितुं किमर्थं भवति? ओ भवती शृणोतु अद्य एकवारं शृणोतु. विधि महोदय अग्रे करोतु. महोदय लोट् लकार वा? परस्मैपदि मध्यमपुरुष परस्मैपदि द्विवचनं लट् लट् मध्ये परस्मैपदि अस्ति योगः इदागम नास्ति चेत् महोदय रूपद्वयं वदतु. इदागम अस्ति चेत् एकनिमिषं किमस्ति रुयोगः सि रुयोगः ईट् योगः सि तदनन्तरं रो पित् अस्ति गुणः भूत्वा रो योगः इति तदनन्तरं एचोयावः इति सूत्रेण औ इति आदेशः भवति रवीषि इति रबीषि इति आदेशप्रत्ययः इति कारणेन शकारः आगच्छति रबीषि इति रूपं साधु वा महोदय तदनन्तरम् अत्र इदागम नास्ति चेत् रू योगः सि अत्रापि गुणं भूत्वा रो योगः सि हलि इति हलि इति सूत्रेण अत्र वृद्धिः भवति अतः रौषि इति रौषि रवीषि तदनन्तरं इदागम नास्ति चेत् ऋतः ऋत इति अत्र इडागम अस्ति चेत् अपि रुवीत रुवीथ रुवीतः रुवीत येन सूत्रेण रुवीथ भवति सूत्रं किमस्ति रुवीथ येन सूत्रं योगः अत्र इडागम आगच्छति किल महोदय किन्तु अपित् अस्ति अतः गुणनिषेधः रुयोगः इति तेन सूत्रेण रूपं भवति अपित् अस्ति न सन्धिकार्यम् अतिष्णु दातु इदागम आगच्छति अतः अच् अस्ति आं महोदय रुवीतः अत्रापि रुवीत इति महोदय अतिष्णु धातु ब्रुवाम् इति सन्धिसूत्रं नास्ति अङ्गकार्यमस्तिसूत्रं नास्ति तस्य तथा तत् सन्धिसूत्रं मा वदतु तत्र नास्ति वर्णमेलनमपि नास्ति तत्र साक्षात् अङ्गकार्यमस्ति उवङ्गादेशः भवति रुवीथ रुवीथ अस्तु महोदय क्षम्यता तत्रापि रुवीत इति अचिस्नु धातु ब्रुवाङ्गुवङ्गौ इति सूत्रेण कार्यं भवति रुवीत इति तदनन्तरम् उत्तमपुरुष इदागम नास्ति चेत् लट्लकार ये इति भवति रुयोगः ये अत्र परस्मैपति रुयोगः ये पित् अस्ति अतः गुण अस्ति खलु परस्मैपति ओ परस्मै सारी बहुवचनं खलु भगिनि मध्यं पुरुष बहुवचनं किल मी अस्ति तत् हलादिपित् अस्ति विजि महोदय मी मी प्रत्यय आत्मनेपदी मी प्रत्यय रुयोगः मी अत्र पित् अस्ति अतः गुणं भूत्वा रुयोगः मी तदनन्तरं कुतो वृद्धिः हलि इति सूत्रे अरे सूत्रेण वृद्धिः भवति रौमि इति रूपं भवति किल दोषः अस्ति वा रौमि अस्ति तदनन्तरं रुव महोदय अपित् अस्ति गुणनिषेधः उत्तमपुरुषद्वे इदागमस्ति चेत् रुयोगः इत् योगः ये मी ओन्लि अत्रापि पित् अस्ति प्रथमं प्रवीमि इति प्रवीमि इति भवति किल महोदय? किं भवति पुनः वदतु? रो इति भवति, तदनन्तरम् इट् आगमः, अतः रो रो इति एचोवयावः इति सूत्रेण रवि रवि वर्णमेलनं रविवः रविमि रुवि एकवचनं खलु रविमि रविमि रविमि द्विवचनं करोतु द्विवचनं रु योगः अपि अस्ति गुणनिषेधः अत्र रु योगः योगः इ वः रु अत्र अचि ध्रु अचिस्नु धातु ब्रुवायुर्व सत्यं गच्छति अचिष्णुधातुभ्रुवाम् इति सूत्रेण रुवीवः रुविमः इरागमः नास्ति चेत् रुवः रुमः तर्हि रुधातु परस्मैपदी लट्लकाररूपाणि सन्ति रौति अथवा रवीति रुतः अथवा रुवीतः रुवन्ति रौषि अथवा रवीषि रुथः अथवा रुवीथः रुथ अथवा रुवीथ रौमि अथवा रविमि रुवः अथवा रुविवः रुमः अथवा रुविमः रुविवः रुविमः क्षम्यता महोदय नेट् भङ्गः अस्तु तर्हि अन्ति अन्ति इति प्रत्ययं विहाय सर्वत्र रूपद्वयं भवति लट्लकारे यतोहि सर्वे प्रत्ययाः हलादि सन्ति अस्तु अग्रे गच्छामः लोट् लोट् मध्ये एक अस्ति सुमन् महोदय करोतु आं महोदय तत्र प्रथमम् अस्ति तु तत् हलादि अस्ति पित् अस्ति लुक् अपि अस्ति अत्र अतः रौ तु भवति एकं रूपम् ईडागमः भवति चेत् ई तु भवति तदा रु तत्र अचिष्णु धातु कार्यं करोति रुवि तु भवति न तु अस्ति यथा इकारः नास्ति तदा रूपं किं भवति ओ क्षम्यताम् इदानीं तु हलादि पित् अस्ति रौ तु भवति ईडागमः नास्ति चेत् रौ तु भवति तत् सम्यक् वा अस्तु इदानीम् ईडागमः भवति चेत् तत्र पित् अस्ति किन्तु अजादि पित् भवति अतः सार्वधातुक आर्धधातुकयोः सूत्रेण गुण भवति रु रो भवति रो योग ई ई तु रवि तु भवति भवति सत्यं रौ तु रवितु रौ तु रवितु इदानीम् अन्यत् रूपम् अस्ति तात् तत् एकस्मिन् पक्षे वर्णमेलनम् एव ऋतात् तत्र हलादि अपित् अस्ति किमपि कार्यं न भवति ऋतात् भवति नो चेत् रुवितात् तर्हि लोट् लकारे प्रथमपुरुषे एकवचने चत्वारि रूपाणि भवन्ति रौतु रवितु ऋतात् रुवितात् प्रथमपुरुष द्विवचनं तत्र प्रत्ययः अस्ति तां हलादि अस्ति अतः ईडागमः तत्र आगन्तुं शक्नोति प्रथमं रूपं भवति ऋताम् अन्य रूपं भवति रुवीताम् अनन्तरम् अन्तु अस्ति, तत् अजादि अस्ति, ईरागमः न भवति, एकमेव रूपं भवति, तत्र अचिष्णु धातु ब्रुवां कार्यं करोति, रुव भवति रुवन्तु इति रूपम्. मध्यमपुरुषे हि तात् तं त सर्वे तु अपि सन्ति, हि सर्वे हलादि अपि सन्ति, अतः रुहि रुवीः, ऋतात् रुवीतात्, ऋतं रुवीतं, ऋत रुवीत. उत्तमपुरुषे आनि आव आम सर्वे अजादि सन्ति, सर्वे पित् सन्ति, अतः इदानीं अजादि अस्ति अतः वृद्धिः न भवति, किन्तु पित् अस्ति अतः गुणः भवति. रो योग आनि रवाणि रवाव रवाम रवाणि नत्वं भवति, सत्यं नत्वं भवति, रवाणि रवाव रवाम. बहु सम्यक्. तर्हि अत्र एतादृशं कार्यं भवति. अग्रे अग्रे कः अस्ति? विजया महोदय, लङ् आं जि. सर्वत्र अडाहमः भवति लुङ् लुङ् लुङ् लृङ् लङ्षु इति सूत्रेण, अतः आ प्रथमम् आगच्छति सर्वत्र. तत्र तत्र लङ् मध्ये त ताम् अन् स तं त अं व म इति अस्ति, अतः तत्र प्रथमं रूपद्वयं सः अत्र प्रथमं रुस्थाने गुण भूत्वा अतो अतो वृद्धि लुकि हलि इति सूत्रेण वृद्धिः भवति सकारः मेलनेन अरोत् इति भवति. अनन्तरं रूपद्वयम् अस्ति खलु, अतः तत्र रुस्थाने किं भवति? तत्र रुस्थानेन प्रत्ययस्य इडागमः भवति. अस्तु अस्तु, तत्र अचिष्णु एतत् अचिष्णु ध्रुवो युवो युवङ् इति कार्यं करोति, अतः तत्र उवङ् आदेशः भवति. इडागम आगच्छति चेत् तत्र वि इति भवति. शृणोतु, प्रत्ययः पित् अस्ति वा अपित् अस्ति? हलो, प्रत्ययं हलन्त्यम् अपित् अस्ति खलु जि, तत्र लङ् लकारे पित् अस्ति. अस्तु अस्तु, आं पित् अस्ति. पित् अस्ति चेत् गुणकार्यं भवति, अतः सार्वधातुक अर्धधातुको इति सूत्रेण गुणकार्यं भवति अरो इति. अनन्तरं तत्र यचो एव यावः इति सूत्रेण रव इति भवति, इडागमः भूत्वा अरवीत् इति भवति सकारयोजना. अग्रे अरवीत् इति भवति प्रथमपुरुष एकवचनं रूपद्वयम्. अनन्तरं अरु इति अस्ति, तत्र अपि अचिष्णु ध्रुवो एतत् अचिष्णु ध्रुवो एतत् कार्यं करोति उवङ्ग आदेशः भवति इडागमः भवति अतः अरुवि इति भवति ताम् इति योजनेन अरु अरुवीताम् इति अस्ति तत्र अरुताम् अरुताम् इति तत्र तां मेलनेन अरुताम् एव तावदेव अनन्तरं तत्र तत्र तत्र तत्रापि अचिष्णु ध्रुवो युवोर् युवङ्ग् कार्यं करोति अनन्तरं अन्नयोजनेन अरुवन् इति भवति अत्र इडागमः भवति वा इडागमः नास्ति ध्रु एव तिष्ठति खलु किमर्थम् इडागमः नास्ति इडागमः नास्ति तत्र इडागमः नास्ति भवेत् चेत् तत्र हलादिपित् अस्ति चेत् तत्र इडागमः न भवति इडागमः न भवति चेत् तत्र हलादि अस्ति अतः इडागमः प्रत्ययः अस्ति चेदेव इडागमः भवति अजादि अस्ति चेत् न भवति लिखितमेव अत्र तर्हि अरौत् अथवा अरवीत् अरुताम् अरुवीताम् अरुवन् अग्रे मध्यमपुरुष अरुवन् अनन्तरं तत्र तत्र किम् अस्ति सकारः भवति सकारः भवति तत्र अपि किमस्ति अरबीः पदं निष्पन्नम् अत्र मध्यमपुरुषे एकवचनं तत्रापि तत्र किम् अस्ति अत्र अत्र तत्र प्रथमं वदतु सम्यक् सरलमेव अस्ति स्टेप् बै स्टेप् करोतु स इति प्रत्ययः पितरति वा अपितरति इति तत्र पित् अस्ति अलादि अस्ति पित् अस्ति चेत् अत्र गुणकार्यं भवति सार्वधातुक अर्धधातुक इति सूत्रेण अनन्तरं यचोयवायावः आम् यचोयवायावः इति सूत्रेण न पूर्वं एकनिमिषः सार्वधातुक आर्धधातुक इति सूत्रेण रो भवति अनन्तरं अनन्तरं यचोयवायावः इति सूत्रेण अरौ इति भवति अनन्तरम् इडागमः अस्ति अतः अरवीः इति तत्र अरवीः इति अस्ति तत्र इडागमः नास्ति चेत् अन्ये पदमस्ति खलु अन्य धातुः अत्र अरौः इति अरौः केन सूत्रेण वृद्धिः भवति इदानीं अपश्यं खलु तत् उतो उतो वृद्धि लुकि हलि इति सूत्रेण तत्र वृद्धिः भवति अरौ इति अस्ति अरवीः विसर्ग अरौः इति अस्ति अनन्तरं तत्र अरु इति अस्ति इडागमेन इडागमः आगच्छति अतः अरवि इति अस्ति तं योजनेन अरुवीतम् इति अस्ति अनन्तरम् अरुतम् इति अस्ति तत्रापि अत्र अरु इति अस्ति इडागमेन इडागमः आगच्छति अतः अचिष्णु भ्रुवो युवोर् इवङ् इति कार्यं करोति तत्र ओङ् आदेशः भवति अनन्तरम् इडागमः भवति अतः अरुवीत अनन्तरम् इडागमः नास्ति ता मेलनेन अरुत इति अनन्तरम् अरवमिति अस्ति अरवं तत्र तत्रापि सार्वधातुक आर्धधातुको इति सूत्रेण रो भवति, अनन्तरं यचो एव यावः इति सूत्रेण अरव भवति, अं योजनेन अरवम् इति. सम्यक् वा जि? सम्यक्. अनन्तरम् अरु वि इडागमः भवति, तत्र मकार अरुवीव अरुव अरुव इति तत्र इडागमः नास्ति, अतः अरुव इति अस्ति. इडागमः अस्ति अतः अरुवीव अरुव इति अस्ति. तादृशमेव तत्र अरुवीम अरुम इति अस्ति. सम्यक्. आहत्य अरवीत् अरौत् अरुवीताम् अरुताम् अरुवन् अरुवी अरवीः अरोः अरौः अरुवीत् अरोः अरौः अरौः क्षम्यताम् अरुवीतम् अरुतम् अरुवीत अरुत अरवम् अरुवीव अरुव. तत्र पदं द्वयमस्ति, अत्र पदं द्वे अस्ति, द्वे पदमस्ति, अरुवीम अरुम इति अस्ति. बहु सम्यक्, बहु सम्यक्. धन्यवादः. अग्रे मदर् महोदय, विधिलिङ्ग्. आं महोदय, रु योगः यात् अत्र इडागमः नास्ति चेत् रुयात्, इडागमः अस्ति चेत् रुयोगः ई योगः यात्. अचिष्णुधातु ब्रुवाङ् योर् युवङ् इति सूत्रेण उवङ् आदेशः, अतः रुवीयात्. रुवीयात् रुयोगः यातां रुयातां, इडागमः अस्ति चेत् रुयोगः ई यातां रुवीयातां. रुयोगः युः रुयुः, इडागमः अस्ति चेत् रुयोगः ई योगः युः रुवीयुः याः रुयोगः याः रुयाः एकं रूपं, रुयोगः ईयाः रुवीयाः, रुयोगः यातं रुयातम् अन्यत् रूपं, रुयोगः ईया यातं रुवीतं रुवीतम्, रुयोगः यात रुवीयातं यकारः कुत्र गच्छति? आम् आम्, रुवी रुवीयातम्. अनन्तरं रुयोगः यात रुयात, अन्यत् रूपं रुयोगः ईयात रुवीयात. अनन्तरं रुयोगः यां रुयां, रुयोगः ईयां रुवीयां, रुयोगः याम रुयाम, रुयोगः ईयाव रुवीयाव रुवीयाम. अनन्तरं अत्र सर्वत्र रूपद्वयं भवति, एकस्मिन् पक्षे अत्र इडागमः नास्ति चेत् केवलं वर्णमेलनम्, अन्यस्मिन् पक्षे अत्र इडागमः अस्ति तत्र उगङ्गादेशः भूत्वा रुवीयात् रुवीयातां रुवीयुः रुवीयाः रुवीयातं रुवीयात् रुवीयां रुवीयावै रुवीयाम्. तर्हि अत्र किञ्चित् क्लिष्टकरमस्ति, यतोहित्र रूपद्वयं भवति, कुत्रचित् कुत्रचित् न भवति, कुत्रचित् वृद्धिः भवति, कुत्रचित् गुणः भवति, परन्तु सूत्राणि जानीमः चेत् सरलमस्ति. तर्हि रु कृते रूपाणि भवन्ति. अग्रे अस्ति धातु अस्ति ष्टुय ष्टुय. अत्र ण्यकारस्य इत्संज्ञा भवति, अतः ण्यकारस्य इत्संज्ञा भवति, अतः धातु कीदृशमस्ति? उभयपदे अस्ति अत्र न स्टूय मध्ये चवर्गस्य पञ्चमी अस्ति स्टूय अत्र मम पुस्तके एव खकगगकारमेव अस्ति अत्र तु न करपत्रे तु ञकारः एव अस्ति तदेव अस्ति महोदय तदेव ञकारः अस्ति उभयपदे अस्ति उभयपदे अस्ति खलु मम पुस्तके नास्ति चेक् करो मम करपत्रे भिन्नपत्रे अस्ति वा भिन्न धातुः अस्ति वा करपत्रे स्टूय इति अस्ति स्टूय करपत्रे तु ण्यकारः एव अस्ति स्टूय उभयपदे ण्यकारे एव ण्यकारे एव अस्ति तर्हि उभयपदे अस्ति तर्हि आत्मनेपदी अपि अस्ति परस्मैपदी अस्ति अपि तु स्टु इति धातोः लौकिकरूपं किं भवति ण्यकारस्य इत्संज्ञा भवति हलन्त्यं तदनन्तरं सहसः इत्यनेन सकारः भवति अनन्तरं तकारः भवति तकारस्य तकारः भवति स्टु एव इति भवति तर्हि स्तुति अस्ति खलु यथा स्टा इति अतः स्टा भवति तथैव स्तु इति स्तुतौ नाम स्तुति इति अस्ति खलु स्तुति प्रशंसा स्तुति तत्र स्तु धातुः अस्ति स्तु तर्हि स्तु धातु इति उभयपदी अस्ति इदानीं स्तु धातोः परस्मैपदीरूपाणि तु रु इव भवन्ति इदानीम् आत्मनेपदीरूपाणि कुर्मः कः करोतु मीना महोदय स्तु आत्मनेपदी लट् झटिति करोतु अत्रापि ईरागमः भवति वा भवति अस्ति खलु स्तु योगः ते आत्मनेपदे वा सर्वत्र अपित् अस्ति तत्र सो वृद्धिः नास्ति स्तुते स्तुते वा स्तुते स्तुवा स्तु अस्तु रूपद्वयमस्ति खलु स्तु ई ते स्तवि स्तु ई ते स्थवीते स्थवीते किमर्थं भवति पित् अस्ति वा अपित् अस्ति अपित् अस्ति अत्यतः किं सूत्रं कार्यं करोति स्तूते सुयोगः इते उकारान्तधातु तदनन्तरं कदाचित् अतः किं सूत्रम् स्तोयीते स्थवीते अचिष्णु इति अस्ति चेत् उवङ्गादेशः भवति उवङ्गादेशः किमर्थं भवति ईडागमं भवति तत्र वा ईडागमः भवति अचिष्णु इति सूत्रेण उवङ्गादेशः भवति इदानीं कार्यं करोतु स्तुवते स्तुवाते स्तुवीते ईते हा ईते सुवीते भवति तत्र स्तुते स्तुवीते स्तुवीते स्तुवते स्तुवीते स्तुवते स्तुवि एकवचनमस्ति स्तुते स्तुवीते स्तुते स्तुवीते स्तुवते स्तु ई योगः आते न भवति न अत्र हलादि जाजादि अत्र ईदागम नास्ति तत्र तर्हि स्तुवाते स्तुवते अग्रे मध्यमपुरुष मध्यमपुरुष अत्र ईदागम भवति सुषे आदेश प्रत्ययः शकारः भवति स्तुषे स्तु स्तुविषे स्तुवाते स्तुद्वे स्तु स्तु ऐ स्तु ए स्तुद्वे अपि च रूपद्वयमस्ति खलु अत्र हलादि अत्र स्तुविद्वे स्तुविद्वे स्तु ए अत्र इदागमनास्ति स्तु ए स्तुवे स्तु वहे स्तु महे वहे महे इव अत्र हलादि पित्न हलादि अस्ति तस्मात् स्तु ई वहे स्तुवीमहे स्तुवीमहे तर्हि स्तुते स्तुवाते स्तुवते स्तुषे स्तुवीषे स्तुवाथे स्तुद्वे स्तुविद्वे अनन्तरं स्तुते क्षम्यतां स्तुते न स्तुविते ए अस्ति अजादि अस्ति स्तुविते स्तुवहे स्तुविवहे स्तुमहे स्तुविवहे स्तुविमहे जी अग्रिमवर्गे अग्रिमसप्ताहे कुर्मः जि महोदय तत्र स्तुवे भवति स्तुविते न भवति खलु स्तुवे स्तुवे तर्हि इदानीं लोट् लङ् विधिलिङ्ग् कृते गृहपाठ करोतु अग्रे अग्रे अन्यस्मिन् अग्रे वर्गे वयं पुनः द्रक्ष्यामः तत्र रूपद्वयं भवति यत्र अजादि अस्ति एक एव रूपं यत्र हलादि अस्ति रूपद्वयं प्रश्नः अस्ति वा कस्यापि न महोदय धन्यवादः धन्यवादः आत्मनेपति रूपद्वयं